सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति धातुविज्ञानं तृतीय। अस्मिन् करपत्रे वयं दृष्टवन्तः धातुषु पदव्यवस्था अपि च ईड्व्यवस्थाविषये तत्र अनुबन्धवर्णनं ज्ञानम् आवश्यकम्। धातुषु ये अनुबन्धवर्णाः तत्र अनुबन्धवर्णस्य आधारेण तत्र पदव्यवस्था धातुषु ज्ञायते। अवशिष्टस्वरेण तत्र इड्व्यवस्था धातुषु इड्व्यवस्था कथं भवति इति वयम् अवशिष्टस्वराधारेण तत्र ज्ञातुं शक्यते। वयं दृष्टवन्तः तत्र पदव्यवस्था, यदा वयं पदव्यवस्था वदामः तत्र धातुः परस्मैपदी वा आत्मनेपदी वा नो चेत् उभयपदी भवति चेत् तस्य कृते सूत्राणि तत्र दत्तानि। वयं दृष्टवन्तः यः अनुदात् धातुषु यः अनुदातत्वम् इति गुणः कथम् आयाति तत्र एकं सूत्रं दत्तम्, अनुदातनित्त आत्मनेपदम् इति प्रथमं सूत्रम् अस्मिन् करपत्रे दत्तम्। अनुदातनित्त इति यः अस्ति तत्र सामासिकपदः अस्ति अनुदात इत् नकारः इत्। सो यस्मिन् धातुः अनुदातस्वरस्य इत् अस्ति अथवा यस्मिन् धातुः कण्ठनकारस्य इत् अस्ति तादृशधातुः आत्मनेपदी प्रत्ययः स्वीकरोति। तिङ्प्रत्ययेषु अनतिं नौ प्रत्ययाः आत्मनेपदीसंज्ञकाः, तङ्गानाम् आत्मनेपदी इति संज्ञासूत्रेण तङ्प्रत्ययानाम् आत्मनेपदी इति संज्ञा। ये प्रथम नव प्रत्ययाः तत्र तिप् आरभ्य तत्र तिप् तस् झी सिप्थस्थ मिप् वस् मस् पर्यन्तं ये नव प्रत्ययाः ते परस्मैपदीसंज्ञकाः भवन्ति। तस्य कृते संज्ञासूत्रमस्ति लः परस्मैपदम्। सो लहस्थाने लकारस्य स्थाने ये प्रत्ययाः आदिष्टाः ते मूले परस्मैपदीसंज्ञकाः। अनन्तरम् अस्य सूत्रस्य अपवादः अस्ति तङ्गानाम् आत्मनेपदम्। सो लहस्थाने ये तङ् प्रत्ययाः ते तु मूले परस्मैपदी, परन्तु अनन्तरम् अकारात् एकसंज्ञा इत्यनेन यदि कस्य कस्यचित् शब्दसमूहस्य कृते संज्ञाद्वयम् अनन्तरं यत् संज्ञा अस्ति तदेव तत्र बलीयः। सो तङ् प्रत्ययानां तत्र आत्मनेपदी संज्ञा भवति। सूत्रद्वयमस्ति लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदम्। सो अनुदातनित्तधातोः आत्मनेपदीप्रत्ययः स्वीकरोति। अनेन धातुः स्वयम् आत्मनेपदी इति संज्ञा न प्राप्नोति। धातौ तत्र अनेन सूत्रेण आत्मनेपदत्वम् इति गुणः आयाति। अनन्तरं तत्र स्वरितनित्तकर्तृ अभिप्रायक्रियाफले यः धातुः स्वरितेत धातु अथवा अणितधातु अस्ति, यदि तत्र क्रियायाः फलं कर्तारं प्रति गच्छति तादृशधातुः अपि आत्मनेपदीप्रत्ययः स्वीकरोति। परन्तु अत्र यदि क्रियायाः फलं कर्तारं प्रति न गच्छति चेत् समानधातुः स्वरितनित्तधातुः तत्र परस्मैपदीप्रत्ययः अपि स्वीकर्तुं शक्नोति। अतः तादृशस्वरितेत् अपि च णित्तधातुविषये तत्र उभयपदत्वम् इति गुणः आयाति। सः आत्मने कुत्रचित् आत्मनेपदीप्रत्ययः स्वीकरोति, कुत्रचित् परस्मैपदीप्रत्ययः स्वीकरोति, अतः तत्र उभयपदत्वम्। अनेन तत्र ये अवशिष्ट सर्वे अवशिष्टधातवः, ये धातवः अनुदातेत् न णित् न स्वरितेत् न इत् न अन्य सर्वे धातुः कर्तरिप्रयोगे परस्मैपदीप्रत्ययः स्वीकरोति इति शेषात् कर्तरि अत्र कर्तरिपदं साक्षात् दत्तं तु शेषात् कर्तरि परस्मैपदम् इति सूत्रेण कर्तरिप्रयोगे कर्तरिप्रयोगस्य विवक्षायाम् अन्य सर्वे शेषधातूनाम् अनन्तरम् अस्माभिः परस्मैपदीप्रत्ययः एव योजनीयम् एतत् सर्वं पदव्यवस्था सो अनुबन्धवर्णस्य आधारेण धातौ पदव्यवस्था ज्ञायते अनन्तरं तत्र इड्व्यवस्था इत्युक्ते धातुः सेट् वा अनिट् वा परन्तु यः इडागमः सः धातु आगमः नास्ति सः प्रत्ययस्य आगमः इडागमः प्रत्ययस्य आगमः तत् तस्य कृते सूत्रमस्ति आर्धधातुकस्य एड् बलादेः सो आर्धधातुकस्य एड् बलादेः इति सूत्रं बलादि आर्धधातुक् प्रत्ययस्य इडागमः भवति व्याकरणशास्त्रे सो आर्धधातुक् इति प्रत्ययः कस्य इति वदामः चेत् धातोः ये प्रत्ययाः धातोः विधीयन्ते तेषामेव आर्धधातुक् अपि च सार्वधातुक् इति संज्ञा अस्ति सो धातोः अनन्तरं ये प्रत्ययाः यदि सः प्रत्ययः आर्धधातुक् अस्ति अपि च वलादि अस्ति तस्य इडागमः अनेन सूत्रेण भवति एतत् विधिसूत्रमस्ति इड्विधायकसूत्रमस्ति आर्धधातुकस्य एड् वलादेः अस्य सूत्रस्य कृते तत्र निषेधकसूत्राणि यदि कृत् प्रत्ययेषु केवलं आर्धधातुकप्रत्ययेषु ये येषां कृत् संज्ञा अपि अस्ति तेषु कृत् आर्धधातुकप्रत्ययेषु यदि सः कृत् प्रत्ययः वशादि अस्ति तस्य इडागमस्य निषेधः अस्ति नेड् वशीकृति इति इडागमनिषेधकसूत्रम् अत्र न इट् अस्ति वशादिकृतप्रत्ययस्य इडागमः निषिध्यते न भवति इति सूत्रस्य अर्थः सो कृत् केवलं कृतप्रत्ययेषु एव निषेधः सो यदि कृतप्रत्ययः वलादि तु अस्ति परन्तु वशादि अपि अस्ति वलादि अस्ति वशादि अपि अस्ति तस्य इडागमस्य निषेधः अस्ति तत्र तस्य इडागमः न भवति सूत्रमस्ति नेड् वशीकृति अनन्तरं तत्र वयं पूर्वस्मिन् वर्गे पठितवन्तः केवलं प्रत्ययः इडानुकूलः भवेत् इति पर्याप्तं नास्ति यद्यपि इडागमः प्रत्ययस्य आगमः तथापि तत्र तावत् ज्ञानम् एव पर्याप्तं नास्ति प्रत्ययः धातोः विधीयते अतः यः प्रत्ययः अर्धधातुप्रत्ययः धातोः विधीयते यदि तस्य इडागमः सम्भवति तत्र धातोः अपि अनुकूलता भवेत् धातौ अनुकूलता नास्ति चेत् यद्यपि सः अर्धधातु अस्ति वलादि अस्ति अवशादि अस्ति कृत्प्रत्ययेषु तथापि तत्र कुत्रचित् इडागमः निषिध्यते अतः धातु आधारेण अपि तत्र निषेधः अस्ति कस्य निषेधः इडागमस्य निषेधः सो धातुस्वभावः अपि अस्माभिः द्रष्टव्यं किमर्थं चेत् इडागमः कदा भवति यदि धातु अनुकूलः अस्ति प्रत्ययः अपि अनुकूलः अस्ति तदा एव इडागमः भवति एतयोः एकमेव अपि एकमेव प्रत्ययः अथवा धातुः इडानुकूलः नास्ति चेत् तत्र इडागमः न भवति सो धातु अपि इडानुकूलः भवेत् प्रत्ययः अपि इडानुकूलः भवेत् तदा एव इडागमः भवति अतः तत्र अस्माभिः तत्र धातुस्वभावः अपि द्रष्टव्यम् इदानीम् अद्य आरम्भं कुर्मः धातुस्वभावः सो धातु इडागमस्य विधायकसूत्रमेकमेव अर्धधातुकस्य एड् वलादेः अनन्तरं तत्र निषेधकसूत्रमस्ति प्रत्ययस्य आधारेण तत्र एकं निषेधकसूत्रमस्ति नेड् वशीकृति सो कृति कृत् प्रत्ययेषु प्रत्ययः वशादि अस्ति तत्र इडागमस्य निषेधः इदानीं धातु आधारेण अपि तत्र इडागमस्य निषेधः अस्ति एतत् अपि एकाच उपदेशे अनुदात्तात् अपि निषेधकसूत्रं कथं निषेधकसूत्रं भवति इति अद्य पठामः। अस्तु, कः अथवा का प्रारम्भं करोति? एकनिमिषः महोदय। चेतना भगिनी पठति वा? आम् महोदय, पठतु। एका च उपदेशेदनुदात्तात् सप्तमाध्याये द्वितीयपादे दशमं सूत्रम्। यः औपदेशिकधातु एकाच् अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति। उपदेशे यो धातुरेकाच् अनुदात्तश्च तत् आधुधातुकस्येड् न। यस्मिन् धातौ एक एव स्वरः वर्तते सः धातुः एकाच्। उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः। औपदेशकधातुः यथा षठं पठ लिख डुपचष् न तु आतिदेशकधातुः यथा प्रेरणार्थ कणिचि पाठी लेखी पाची। एकोच् यस्मिन् स एकाच् बहुव्रीहिः तस्मात् एकाचः। एकाचः पञ्चम्यन्तम् उपदेशे सप्तम्यन्तम् अनुदात्तात् पञ्चम्यन्तम् त्रिपदमिदं सूत्रम्। अग्रेपि पठामि वा? सम्पूर्णपरिच्छेदं पठतु। ऋत इद् धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः। नेद्वशीकृति इत्यस्मात् न इट् इत्यनयोः अनुवृत्तिः। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इत्। सो एकाच उपदेशे अनुदात्तात् यः औपदेशिकधातु एताच् एताच् इत्युक्ते ये स्वरः अवशिष्टस्वरः एकम् एव इत् प्रकरणम् अनन्तरम् एकम् एव स्वरः अवशिष्यते तस्य नाम एकाच् इति। एकाच् प्रायशः एकाच् अनेकाच् इति नामकरणं धातूनां कृते। सो सः एकाच् धातु, यस्मिन् धातुः अनुबन्धानां निष्कासनम् अनन्तरम् एकम् एव स्वरः अवशिष्यते सः धातुः एकाच् धातुः। सो व्याकरणशास्त्रे एकाच् अनेकाच् इति नामकरणं प्रायशः धातूनां कृते। अस्तु, एकाच् अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति। उपदेशे यः धातुकाच् अनुदातश्च तत् आर्धधातुक एड् न प्रथमवाक्ये सूत्रस्य अर्थः दत्तं। यः औपदेशिकधातुः, के औपदेशिकधातवः? पाणिनि महर्षि धातुपाठे किम् अस्ति ते उपदेश्य धातुः. सो पाणिनिधातुपाठे ये उपधिसहस्रधातवः सन्ति ते एव औपदेशिकधातुः. अतः अस्मिन् सूत्रे उपदेशे इति पदं साक्षात् महर्षिणा दत्तम्. सो औपदेशिकधा यः धातुः सि तत्र धातुपाठे धातु इति संज्ञा सूत्रं किम् अस्ति? धातुसंज्ञा केन सूत्रेण विधीयते? धातोः धातुसंज्ञा संज्ञासूत्रं किम् अस्ति? कथं जानीमः धातु किम् अस्ति? भूवादय दातवः. एकमस्ति भूवादयः दातवः, अपि च अन्यत् अन्यत् अस्ति सनाद्यन्तः दातवः. भूवादयः दातवः, सनाद्यन्तः दातवः. सो व्याकरणशास्त्रे धातु इति संज्ञा सूत्रद्वयेन दत्तम्. एकमस्ति भूवादयः दातवः, द्वितीयमस्ति सनाद्यन्तः दातवः. सो ये भूवादयः, ये भू अपि च तत्र भू आरभ्य ये अन्य आदिदातवः, अन्य सर्वे दातवः, ते तेषां संज्ञा अपि धातु अस्ति. सो भू आदिदातवः कुत्र? पाणिनिधातुपाठे. सो भू आदिदातवः औपदेशिकधातवः पाणिनिधातुपाठे. परन्तु वयं जानीमः तत्र मूलधातुः औपदेशिकधातुतः वयं सनादिप्रत्ययः योजयितुं शक्नुमः. सन् आरभ्य सन् आदि ये द्वादश सनादिप्रत्ययः, तेषु निच् अन्यतमः. निच् अपि सनादिप्रत्ययः, सन् अपि सनादिप्रत्ययः, यङ् अपि सनादिप्रत्ययः. सो तत्र द्वादश सनादिप्रत्ययः तत्र सन्ति. सो यदा वयं मूलधातुतः कोऽपि सन् प्रत्यय योजयामः, तत्र यः शब्दसमूहः निष्पद्यते तस्यापि धातुसंज्ञा अस्ति. केन सूत्रेण? सनाद्यन्तः धातुवः. सनादि अन्ते यस्य, तस्यापि धातुसंज्ञा व्याकरणशास्त्रे. परन्तु तेषां धातूनाम् अत्र उल्लेखः नास्ति. अतः वयं जानीमः व्याकरणशास्त्रे तत्र द्विप्रकारकः धातवः सन्ति. एकमस्ति औपदेशिकधातुः, द्वितीयमस्ति आतिदेशिकधातुः. सनाद्यन्तः धातवः, सनाद्यन्तः धातवः, आतिदेशिकधातुः, ते औपदेशिकधातुः न सन्ति. सो अत्र यः निषेधः, सः केवलम् औपदेशिकधातूनाम् एव निषेधः, सनादिधातूनां निषेधः नास्ति. सो एकाचः उपदेशे अनुदात्तात् इति यः सूत्रम्, अस्य सूत्रस्य अर्थः अस्ति, अत्र धातोः इति पदस्य अनुवृत्तिः अस्ति पूर्वसूत्रात्. वयं तत् अग्रे तत्र दृष्टवन्तः. सो अत्र यः एकाचः अपि च उपदेशे इति यः अस्ति, एकाचः धातोः, धातोः अपि पञ्चम्यन्तम्, एकाचः अपि पञ्चम्यन्तम्. सो कीदृशधातोः? एकाच धातोः. अत्र पञ्चमी अस्ति, अपि च सः अनुदात्तात्, अनुदात्तात् अपि पञ्चमी अन्तम्. सो अनुदात्तात् एकाचः धातोः तत्र इडागमः न भवति, इडागमस्य निषेधः. तस्मात् इत्युक्ते तस्मात् यः प्रत्ययः विधीयते तत्र तस्य प्रत्ययस्य इडागमः न भवति इति सूत्रं वदति. परन्तु अत्र उपदेशे अपि पदमस्ति, उपदेशे इति सप्तम्यन्तं पदम्. सो अत्र उपदेशे इत्यनेन औपदेशिकधातुविवक्षायाम् अत्र विषयसप्तमी अस्ति. सो विषयसप्तमी अस्ति चेत् यदा वयं कोऽपि औपदेशिकधातुतः तादृशप्रत्ययः योजयामः यस्य, यः प्रत्ययः इडनुकूल अस्ति, परन्तु यदि अस्माकं धातोः औपदिष्टधातुः सः एकाच् अस्ति अपि च अनुदात्तात् अस्ति, अनुदात् अस्ति इत्युक्ते अत्र इतना अस्ति, अत्र अनुदात्तात् इत्यनेन रामात् इव अस्ति. सो तस्मात् एकाच् धातोः इडागमः न भवति. सो यः औपदेशिक धातुः एकाच् अपि अस्ति, अनुदात् अपि अस्ति, इत्युक्ते तस्मिन् यः एकमेव अवशिष्टस्वरः, यदि सः स्वरः अनुदात् अस्ति तदा एव इडागमस्य निषेधः. इत्युक्ते यदि कोऽपि एकाच् धातुः तस्मिन् यः एकमेव स्वरः, अनुबन्धानां निष्कासनम् अनन्तरं यः एकमेव स्वरः अवशिष्यते, यदि सः स्वरः स्वरित् अस्ति, नो चेत् तत्र वाट् इस् द थर्ड् वन्, अनुदात् स्वरित् अपि च उदात् अस्ति चेत् तस्मात् इडागमस्य निषेधः नास्ति. किमर्थं चेत् अत्र अनुदात् इति विशेषणम् अस्ति, अनुदातात् इति विशेषणम् अस्ति. कस्य कृते? धातोः इति पदस्य कृते. अपि च एकाचः अपि पञ्चमी अन्तम्, अत्रापि एतदपि विशेषणं भवति धातोः इति पदस्य कृते. सो अनुदातात् एकाच् धातोः इडागमस्य निषेधः, परन्तु सः धातोः औपदेशिकधातुः भवेत्. इत्युक्ते एतत् सूत्रम् आतिदेशिकधातूनां कृते कार्यं न करोति. अतः अत्र लिखितं पाठी, लेखी, पाची, एते सर्वे, पाठी अपि धातुः अस्ति, लेखी अपि धातुः अस्ति, पाची अपि धातुः अस्ति. अस्य शब्दसमूहस्य धातु इति संज्ञा सनाद्यन्तः धातवः इत्यनेन सूत्रेण भवति. एतत् पाठी इति यः अस्ति अस्माभिः निर्मितं धातुः. सो पठधातुः औपदेशिकधातुः, परन्तु पाठी इति यः अस्ति सः निजन्तधातुः. अत्र निच् प्रत्ययः अन्ते अस्ति. सो निच् प्रत्ययः सनादिप्रत्ययः. सो अस्य पाठी इति शब्दसमूहस्य धातुसंज्ञा सनाद्यन्तः धातुवः इत्यनेन सूत्रेण भवति, न तु भूवादयः इत्यनेन पाठी इति. तत्र धातुपाठे पाठी नास्ति, तत्र पठा एव अस्ति. तथैव तत्र ये सनाद्यन्तः धातवः तेषां विषये एतत् सूत्रं कार्यं न करोति इति अत्र प्रथमवाक्ये किं लिखितं? यः औपदेशिकधातुः एकाच् अपि अनुदात् अपि, केवलम् एकाच् एव न द्रष्टव्यम्, अनुदात् अस्ति चेदेव निषेधः. तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. सो तादृश अनुदात् एकाच् धातोः अनन्तरं, तस्मात् तस्य अनन्तरं यः प्रत्ययः, तस्य इडागमस्य निषेधः. किमर्थं चेत् इडागमः प्रत्ययस्य आगमः, न तु धातु आगमः. सो प्रत्ययः तु स्वयं कोऽपि कार्यं न कर्तुं शक्यते, प्रत्ययः प्रकृति अनन्तरं विधीयते. सो यदा प्रकृति धातु अस्ति, सः धातुः अनुदात् अस्ति, अपि च एकाच् अस्ति, अपि च सः उपदिष्टधातुः, तस्मात् इडागमस्य निषेधः. कोऽपि अन्यधातुः अस्ति चेत् एकमेव सूत्रम् अस्ति. इत्युक्ते यदि एकाच् धातुः स्वरित् अस्ति, नो चेत् उदात् अस्ति, तस्मात् प्रत्ययस्य इडागमस्य निषेधः न तत्र भवति. सो तादृशधातूनाम् एव ते सर्वे धातवः सेट्, परन्तु एकाच् अनुदात् धातुः अनिट्, तत्र इडागमस्य निषेधः. अपि च अत्र लिखितम् उपदेशे यः धातुः एकाच् अनुदातः च, ततः आर्धधातुकस्य इड् न इति तत्र लिखितम्. सो उपदेशे उपदिष्टधातु यः धातुः एकाच् अपि च अनुदात्, ततः तस्मात् आर्धधातुकस्य प्रत्ययस्य इडागमः न भवति इति द्वितीयवाक्ये अपि सूत्रस्य एव अर्थः दत्तम्. सो यस्मिन् धातुः एकः एव स्वरः वर्तते, सः धातु एकाच्, परन्तु धातुः एकाच् वा अनेकाच् वा इति सर्वदा तत्र अनुबन्धानां निष्कासनम् अनन्तरम् एव अस्माभिः द्रष्टव्यम्. सो तत्र मूलधातुः एकाच् वा अनेकाच् वा इति तत्र चिन्तनं नास्ति, अनुबन्धानां निष्कासनम् अनन्तरम् एव धातुः एकाच् वा अनेकाच् वा इति निर्णयः करणीयम्. उपदेशे नाम पाणिनिधातुपाठे अयं धातुः अन्तर्भूतः, इत्युक्ते यस्य भुवादयः धातवः इति सूत्रेण धातुसंज्ञा, सः एव पाणिनिधातुपाठे दत्तं, सः एव उपदिष्टधातुः, सः एव औपदेशिकधातुः, सो तस्य विषयः एव अत्र अस्ति अस्मिन् सूत्रे. औपदेशिकधातुः यथा पठ, लिख, डुपचंश, न तु आतिदेशिकधातुः यथा प्रेरणार्थक, निचि. प्रेरणार्थक, निचि इत्युक्ते निचि इति सप्तमी अस्ति. सो यदा वयं प्रेरणार्थे निच् प्रत्ययः योजयामः तत्र पठ पठयोग निच् भवति. चेतना भगिनी वदतु पाठी कथं निष्पद्यते, पठ योग निच् करोतु. पठम् उपदेशे अजनुनासिक इत्यनेन अन्तिम अनुनासिक अकारस्य इत्संज्ञा भवति, तस्य लोप भवति, पट् अवशिष्यते, पठ्योग णिच् भवति. णिच् हलन्त्यम् इति सूत्रेण अन्तिमचकारस्य इत्संज्ञा, तस्य लोपः भवति. चुटु इति सूत्रेण नकारस्य इत् भवति, इ अवशिष्यते. सुपट्योग इ भवति, संथिङ्ग् दीर्घ तत्र निच् प्रत्ययनिमित्तीकृत्य, ञित् प्रत्ययनिमित्तीकृत्य अपि त इत् प्रत्ययनिमित्तीकृत्य तत्र वृद्धिकार्याणि भवन्ति. सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपवादसूत्रं किम्? किमिति च न न न तत् अपवादसूत्रं नास्ति, तत् निषेधकसूत्रं. निषेधसूत्रं तदपि सार्वधातुकार्धधातुकयोः इति सूत्रस्य निषेधकसूत्रं नास्ति. किमिति च सूत्रं गुणवृद्धिनिषेधकसूत्रम्. परन्तु सार्वधातुकार्धधातुकयोः इत्यनेन किं कार्यं विधीयते? गुणकार्यं, गुणकार्यं विधीयते. गुणकार्यस्य अपवादः अस्ति व्याकरणशास्त्रे वृद्धिकार्यं. वृद्धिकार्यमपि आर्धधातुकनिमित्तीकृत्य भवति, परन्तु तत्र सूत्रमस्ति अचोणिणिति. सो अचोणिणिति इति सूत्रेण अजन्त, यद् अङ्गम् अजन्तम् अस्ति तस्मात् यः प्रत्ययः, सः णित् अथवा णित् अस्ति, णित् अथवा इत् अस्ति, तालुण्यकारस्य इत् नो चेत् मूर्धन्यनकारस्य इत्, तादृशप्रत्ययः परे अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपि प्रसक्तिः. किमर्थं चेत् तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण आर्धधातुकप्रत्ययनिमित्तीकृत्य अपि कार्यं, सार्वधातुकप्रत्ययनिमित्तीकृत्यापि कार्यं. सो णिच् इति प्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः अस्ति किञ्चित् भिन्नः, अतः आर्धधातुकसंज्ञकः. अतः यदा तत्र भूयोग णिच् कुर्मः तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्यापि प्रसक्तिः, अचोणिनीति इति सूत्रस्यापि प्रसक्तिः. सो तत्र द्वयोः बलाबलचिन्तनं करणीयं, कस्य सूत्रस्य कार्यं प्रथमे करणीयं, सार्वधातुकार्धधातुक इत्यनेन कार्यं वा अचोणिनीति इत्यनेन कार्यं. परन्तु वयं जानीमः अचोणिनीति इति अपवादसूत्रम्, अतः अपवादबलेन एव कार्यं करणीयम्. सो तत्र भू भो न भवति, तत्र भू भौ भवति, वृद्धिकार्यं भवति. तथैव तत्र उपदायाम् अपि वृद्धिः भवति, परन्तु उपदायां यथा ह्रस्व इकवर्णानां गुणः तथैव उपदायां केवलं ह्रस्व अकारस्य एव वृद्धिः. कोऽपि अन्यस्वरः अस्ति चेत् तस्य किमपि न भवति वृद्धिकार्यविषये. सो पठधातुः तत्र उपदायां किमस्ति? उपदायां ह्रस्वाकारः अस्ति, अतः तत्र अत् उपदायाः इति सूत्रेण निचि निति अपि च णिति प्रत्ययः परे तत्र अत् उपदायः इति सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् परे नित् प्रत्ययः नीच् इति प्रत्ययः णित् प्रत्ययः अतः अत् उपधायाः इति सूत्रस्य तत्र प्रसक्तिः प्राप्तिः अपि अस्ति किमर्थं चेत् पठ् धातोः उपधायां ह्रस्वाकारः सो पठ्योग णिच् अस्ति चेत् तत्र अत् उपधायाः इति सूत्रेण पाठ् भवति ह्रस्वाकारस्य वृद्धिः आ दीर्घ आकारः सो पाठ् भवति पाठ्योग इ प्रत्ययस्य इकारः सो पाठी तावदेव कार्यमस्ति पाठी इति भवति इदानीं पाठी यः अस्ति तस्य अन्ते सनादिप्रत्ययः विधीयते निच् सनादिप्रत्ययः अतः पाठी यः अस्ति तस्य किमस्ति पाठी इति शब्दसमूहस्य पुनः धातु इति संज्ञा एतदपि धातु अतः वयम् अत्र निजन्त लट् सर्वे लकाराः योजयितुं शक्नुमः वर्तमाने लट् इत्यनेन धातोः लट् प्रत्ययः विधीयते सो पाठी अपि धातुः सो वर्तमाने लट् इति सूत्रे उपदेशे इति पदं नास्ति उपदिष्टधातूनामेव वर्तमानकालस्य विवक्षायां लट् विधीयते इति नास्ति सो व्याकरणशास्त्रे यस्य शब्दसमूहस्य धातु इति संज्ञा तस्मात् लट् विधीयते सो पाठीयोगलट् वयं कर्तुं शक्नुमः तथैव पाठीयोग सर्वे कृत्प्रत्ययः योजयितुं शक्नुमः सो निजन्तधातु अस्ति निजन्त एतत् निजन्तधातुः निच् प्रत्ययः अन्ते अस्ति अतः अस्यापि सनाजन्तः धातवः इति सूत्रेण धातुसंज्ञा सो धातुसंज्ञा यस्य तस्मात् ये कार्याणि विहितः भवन्ति ते आतिदेशिकधातूनामपि भवन्ति इति सर्वदा स्मर्तव्यं परन्तु अस्माकं चर्चा किम् इडागमस्य निषेधकसूत्रं यत् अस्ति एकाच उपदेश अनुदातात् अस्मिन् सूत्रे साक्षात् उपदेश इति पदं दत्तं सो उपदिष्टधातूनाम् एव एतत् सूत्रं कार्यं करोति यदा तत्र पाठीयोग कोऽपि अर्धधातुप्रत्ययः योजयामः तत्र प्रत्ययः इडनुकूलः अस्ति सि अत्र एकम् अन्यच्चिन्तनमपि अस्ति प्रायशः सर्वे आतिदेशिकधातवः अनेकाच् अतः तस्य तादृशचिन्तनस्य आधारेण अपि तत्र इडागमस्य निषेधः न भवितुं शक्नोति परन्तु सूत्रे महर्षिणा साक्षात् उपदेशे इति पदं दत्तम् अतः अत्र एव वयं निष्कर्षः कर्तुं शक्यते आतिदेशिकधातूनां तत्र इडागमस्य निषेधः नास्ति सो केवलम् उपदिष्टधातूनां कृते एव तत्र यदि सः धातुः अनुदात् अपि च एकाच् अस्ति तत्र इडागमस्य निषेधः सो अत्र अनन्तरम् अत्र दत्तम् अत्र अस्मिन् सूत्रे कति पदानि तेषां विभक्तिका अस्ति अपि च अत्र अङ्गस्य अधिकारः सो तादृश अङ्गस्य परे इडागमस्य निषेधः तादृश अङ्गात् इत्युक्ते पञ्चमी अस्ति तादृश अनुदात् एकाच् धातु अङ्गात् तत्र यः प्रत्ययः परे यः इडागमः सम्भवति न भवति तस्य निषेधः अस्ति इति तत्र सूत्रस्य अर्थः सूत्रं किं वदति धातोः अपि पञ्चमी एतानि सर्वाणि एकाचपि आम् अत्र लिखितं महोदय सर्वं लिखितम् अङ्गात् अपि पञ्चमी अस्ति धातोः अपि पञ्चमी अस्ति अपि च अनुदात्तात् अपि पञ्चमी सो उपदेशे उपदेशावस्थायाम् एकाच् अनुदात् धातोः तादृश अङ्गात् इडागमः न भवति सो ये अन्यधातवः इत्युक्ते एकाचः अपि पञ्चमी किमर्थं चेत् एकाचः धातोः इत्यस्य कृते तत्र विशेषणमस्ति धातोः पञ्चनीयं सर्वैः सूत्रस्य अर्थः कः इति अवगतं वा सूत्रस्य अर्थः कः सर्वैः अवगतं वा गिरिजा भगिनी वदति वा एकेन वाक्येन सूत्रस्य अर्थः कः आं भगिनि यदि धातु एकाच् अस्ति तस्य एकाचः अपि अनुदात्तः अस्ति तस्य धातोः अनन्तरम् इडागमः न भवति इति तस्मात् धातोः तस्मात् इत्युक्ते तस्य परे कार्यम् अस्ति तस्मिन् कोऽपि कार्यं न अस्ति तस्मात् कार्यम् अस्ति अतः तस्मात् इह प्रत्ययः सत्यं तदेव अस्ति सूत्रस्य अर्थः सो यः धातुः उपदिष्टधातुः उपदिष्टधातुः यदि अनुदात् अस्ति अपि च एकाच् अस्ति तस्मात् एव इडागमस्य निषेधः इत्युक्ते ये अन्यधातवः ये धातवः एकाच् तु अस्ति परन्तु अनुदात् नास्ति तस्मात् इडागमस्य निषेधः नास्ति तत्र इडागमः भवति सो तादृशधातवः परन्तु ये अनुदात् अपि अस्ति एकाच् अपि अस्ति ते धातवः एव अनिट् धातवः किमर्थं चेत् तत्र इडागमस्य निषेधः अस्ति तत्र इडागमः न भवति अतः वयं किं वदामः धातु अनिट् धातु इडनुकूलः नास्ति अनिट् इत्युक्ते न इट् सो धातुः इडनुकूलः नास्ति चेत् इडागमः न भवति अस्तु महोदय ये इत् संज्ञा भूत्वा अपि मत्कि धातुः उपदेशी अवस्थायां भवति कथं जानामि उपदेश अवस्थायाम् उपदिष्टधातवः इत्युक्ते पाणिनिधातुपाठे ये धातवः ते एव उपदिष्टधातवः तत्र मूलरूपं वा किं महोदय भवतः प्रश्नः कः मया न अवगतम् इत्युक्ते यदा वयं पठामि चेत् मूलधातुः धातु उपदेशी अवस्था अस्ति अन्यथा नास्ति किमपि सूत्रमस्ति उपदेश कोऽपि अवस्था नास्ति उपदेश इत्युक्ते उपदिष्टधातुः महर्षिणा यत् उपदिष्टं कृतं यस्य धातोः उपदिष्टं कृतं तदेव उपदिष्टधातुः उपदिष्ट कोऽपि अवस्था नास्ति यतः पठ इति अस्ति तत्र केवलं भिन्नता अस्ति पठ शृणोतु महोदय पठ इति मूलरूपं पठ इति लौकिकरूपं पठ अपि उपदिष्ट पठ इति उपदिष्ट केवलं भिन्नता अस्ति पठ इति मूलरूपं पठ इति लौकिकरूपं कस्य लौकिकरूपम् उपदिष्ट उपदिष्टधातु एव लौकिकरूपं पठ कोऽपि भिन्न तत्र अस्माभिः कोऽपि निर्मितं धातु नास्ति लौकिक धातु एवं मूल धातु उभयोपि उपदेशे भवति उभयमपि उपदिष्टधातुः सो उपदिष्टधातुना अस्तु मञ्जरी भगिनी अग्रे पठति वा भगिनी अग्रे एकं परिच्छेदं दत्तम् अत्र यद्यपि उपदेशे इत्यतेन मूलधातुः इति उक्तं परन्तु एकाच् इत्यस्य कृते यदा स्वराणां गणनं भवति तदा अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूता यथा दुक्रुय इति धातौ यद्यपि उकारः हा अधुना श्रूयते वा श्रूयते भगिनि वदतु हा यथा दुग्ध धातौ यद्यपि उकारः अपि ऋकारः अपि स्तः परन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति दुक्रुय एकाच् अस्ति इडागमनिषेधकं सूत्रम् इदम् अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच् अपि स्यात् अनुदात्तः अपि स्यात्। अनेन ज्ञायते यत् अनेकाचः धातवः सर्वे सेटः भवन्ति। अस्माकं परिचितेषु धातुषु आधिक्येन एकाचः धातवः एव सन्ति। सनत्तान्दिषु आतिदेशिकधातुषु अनेकाचः धातवः बहवः, परन्तु ते उपदेशे न अन्तर्भूताः। उपदेशे केचन एव, यथा दरिद्रा धातु अनेकाच। ये धातवः एकाचः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेटः, यतः अनुदात्तात् धातोः एव वलादि आर्धधातुकप्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम्। तर्हि अनुदात्ताः ये एकाचः धातवः सन्ति ते अनिटः, अन्ये अपि सर्वसेटः भवन्ति। किमस्ति वदतु। हा, अत्र उपदेशे उपदिष्ट धातूनां कृते इडागमस्य निषेधः अस्ति। अत्र एक्साम्पल् अस्ति डुक्रुय् इति। डुक्रुय् इति एकाच् धातुः अस्ति। तत्र अनुबन्धस्य निष्कासनानन्तरं तत्र डुक्रुय् इति धातुः एकाच् तत्र अनुबन्धनं निष्कासनं करोतु। डुक्रुय् डुक्रुय् इति य तथा डु केन सूत्रेण? हलन्त्यं सूत्रेण हलन्त्यं सूत्रेण य इति यस्य निष्कासनसंज्ञा भवति। इत् संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपः भवति। अनन्तरं डु आदिर्णीटुडवः। सत्यम्, आदिर्णीटुडवः डु इति वर्णः इति सूत्रेण डु इति वर्णसमूहस्य इत् संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य निष्कासनं लोपः भवति। तथा क्रु इति अवशिष्टः अस्ति। तत्र क्रु इति एकाच् अस्ति, एकाच् औपदेशिक अस्ति। तथा तस्य स्वरं स्वरः एकाच् अपि च अनेकाच् अस्मिन् प्रथमपरिच्छेदे तदेव दत्तम्। एकाच् अपि च अनेकाच् कदा द्रष्टव्यम्? अनुबन्धानां निष्कासनम् अनन्तरम् एव द्रष्टव्यम्। इत्युक्ते स्वराणां गणना तत्र न भवति। सो अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूताः। सो यद्यपि तत्र अनुबन्धेषु तत्र उकारः अपि अस्ति, तस्य गणना एकाच् अनेकाच् इति विषये न करणीयं। तत्तु अनुबन्धवर्णः, सो तत् अपगच्छति इति लिखितम्। अपि च कीदृशधातूनां तत्र इडागमस्य निषेधः? एकाच् तथा अनुदत्त तथा औपदेशिकधातु प्रथमे धातुः उपदिष्टधातुः भवेत्। अनन्तरं सः यद् अनुबन्धानां निष्कासनम् अनन्तरं यद् सः धातुः एकाच् अस्ति अपि च सः स्वरः यदि अनुदात् अस्ति तदा एव इडागमस्य निषेधः। यदि स्वरः यदि धातुः एकाच् तु अस्ति, परन्तु यः अवशिष्टस्वरः यः एकम् अच् तत्र अस्ति सः स्वरित् अस्ति नो चेत् उदात् अस्ति, तत्र इडागमस्य निषेधः नास्ति। केवलम् अनुदात् धातोः इडागमस्य निषेधः। सो तत्र सेट् अनिट् विषये अनुदात् परन्तु पदविषये अनुदात्तात् तत्र अनुदात्स्वरस्य इति अस्ति चेत् आत्मनेपदी भवति. अत्र केवलम् अनुदात् इति लिखितं. सो यः अवशिष्टस्वरः सः उद अनुदात् अस्ति चेदेव निषेधः. अवशिष्टस्वरः यदि स्वरित् अस्ति नो चेत् उदात् अस्ति तत्र इडागमस्य निषेधः नास्ति. एकमेव सूत्रं धातु आधारेण एकमेव सूत्रम् अस्ति एकाच उपदेशे अनुदातात्. तादृशधातुः एव तस्मात् धातुः एव इडागमस्य निषेधः. कोऽपि भिन्नधातुः अस्ति चेत् तत्र इडागमस्य निषेधः नास्ति. अतः अत्र किं लिखितं बिन्दुद्वयेन निष्कर्षं दत्तम्. अनेन ज्ञायते अनेकाचः धातवः सर्वे सेटः भवन्ति. इत्युक्ते तत्र कोऽपि निषेधकसूत्रं नास्ति. यदि धातुः अनेकाच् अस्ति तत्र कोऽपि निषेधकसूत्रम् एव नास्ति. तत्र सर्वदा इडागमः भवति. सो जागृ अपि अस्ति अनेकाच् धातु. किं सनन्तादिषु धातुः अस्ति? सनन्तधातुः आतिदेशिकधातुः अस्ति तथा तत्र इडागमः इडागमस्य निषेधः न भवति. आम् सत्यम्. अपि च अत्र लिखितम् अनेकाच् धातवः बहवः ते आतिदेशिकधातवः बहवः अनेकाच् एव. अतः तस्य चिन्तनस्य आधारेण एव अपि ते सर्वे सेट्. यद्यपि तत्र इडागमस्य निषेधः नास्ति परन्तु अनेकाच् अस्ति अतः सर्वे ते प्रायशः सर्वे सेट् एव. तत्र इडागमस्य निषेधः नास्ति. अपि च द्वितीयबिन्दुः किं लिखितम्? ये धातवः एकाचः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेट्. धातवः धातु एकाच् अस्ति तस्मिन् ये उदात्तः स्वरितः अस्ति ते सेट् अस्ति. सेटः अस्ति चेत् अपि इडागमः न भवति. न न सेट् इत्युक्ते इटः सः सेट् इत्युक्ते तत्र तत्र इडागमस्य निषेधः नास्ति. तत्र इडागमः भवति पठिष्यति भवति. पाठ्ययोगस्य कुर्मः चेत् स अर्धधातु वलादिप्रत्ययः स्य प्रत्ययस्य इडागमः भवति. पठ्धातुः एकाच् परन्तु तत्र उदात् स्वरः. तत्र यः अवशिष्टस्वरः सः उदात् स्वरः. सो पठि इस्य भवति तत्र इडागमः भवति. सो यः धातवः एकाच् ये धातवः एकाच् सन्ति तेषु यदि सः एकम् अच् उदात् नो चेत् स्वरित् अस्ति ते सेट्. सेट् इत्युक्ते तत्र इडागमः भवति. इडा सेट् इत्युक्ते इट् सः इटः सः तत्र इडागमः भवति. सो केवलं धातुः यदा वयं धातुः सेट् वा अनिट् वा इति निर्णयं कथं करणीयं? प्रथमे तु द्रष्टव्यं धातु एकाच् वा अनेकाच्. अनेकाच् अस्ति चेत् सेट्. एकाच् अस्ति चेत् एकम् अन्यत् चिन्तनं करणीयम्. अवशिष्टस्वरः अनुदात्तो नास्ति. यदि अवशिष्टस्वरः अनुदात् अस्ति तदा एव धातु अन्यट् भवति. यदि अवशिष्टस्वरः अनुदात् नास्ति तदा तु सः तादृश एकाच् धातु अपि सेट् भवति. तत्र इडागमः भवति. केवलम् अनुदात् धातो एकाच् धातोः एव इडागमस्य निषेधः. सः अन्यट् भवति परन्तु अन्य सर्वे एकाच् धातवः उदात् एकाच् स्वरित् एकाच् ते सेट्. तत्र इडागमः भवति इति लिखितम्. अस्तु सर्वैः अवगतं वा? कारणं किम् इति तत्र अनुदात् नास्ति. तत्र यः अवशिष्टस्वरः तत्र एकाच् धातु तु एकाच् अस्ति परन्तु अवशिष्टस्वरः अनुदात् नास्ति. अतः अस्मिन् सूत्रे न केवलम् एकाच् इति विशेषणं परन्तु अनुदात् अपि विशेषणम् अस्ति. सो अनुदात्तात् एकाचः धातोः इडागमस्य निषेधः. कोऽपि अन्यधातोः निषेधः नास्ति. तत्र इडागमः भवति केवलम् अनुदातात् एकाच् धातोः एव इडागमस्य निषेधः सो धातुस्वभावं दृष्ट्वा एकम् एव सूत्रम् अस्ति अतः अस्माकं निष्कर्षः किम् एकाच् अनुदातधातु एव अनिट् धातुः अन्य सर्वे धातवः सेट् एव यथा तत्र अनेकाच् धातवः अग्र सर्वाणि पदं पञ्चमीविभक्त्यस्य किमर्थं चेत् तत्र इडागमः प्रत्यस्य आगमः अङ्गे कोऽपि कार्यं नास्ति तत्र परेयः प्रत्ययः तस्मिन् एव इडागमः भवति अतः अत्र पञ्चमी अस्ति तस्मात् अङ्गात् अनन्तरं यः प्रत्ययः तस्य इडागमस्य निषेधः अतः पञ्चमी अन्तम् अस्ति अङ्गात् परे कार्यं न करोति लिखितमस्ति प्रत्ययविषये तु न लिखितमस्ति प्रत्यये कार्यं करोति प्रत्ययः तु प्रत्ययः इडानुकूलः अस्ति परन्तु अङ्गस्य आधारेण तत्र निषेधः तादृश अङ्गं प्रत्ययस्य पूर्वे अस्ति चेत् तस्मात् अङ्गात् तत्र इडागमस्य निषेधः इति तत्र अर्थः अत्र पञ्चमीविभक्तिः किं वदति उद्देशे किं पञ्चमीविभक्तिः किं सम्बोधति परे यः इडागमस्य कार्यं सः न भवति तादृश अङ्गात् परे यः इडागमस्य कार्यं सः न भवति इति तस्य अर्थः प्रत्ययडागमः न भवति गिरिजा भगिनी अग्रे पठति वा निष्कर्षत्वेन मम कण्ठं सम्यक् नास्ति भगिनि किञ्चित् पूर्णिमा भगिनी पठति वा पूर्णिमा भगिनि पठति वा भगिनि आं भगिनि किञ्चित् डिस्टर्बेन्स् अस्ति अत्र अस्तु न अस्तु चिन्ता मास्तु भगिनि निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच् धातुषु अनुदात्तः अनिट् उदात्तः स्वरितः च सेट् इति यत् यत् धातुः एकाच् धातुषु अनुदात्तः अनिटः उदात्तः स्वरितः च सेट् भवति आर्धधातुक सेट् वलादेः नेङ्वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते तिङ् प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत् अयं प्रत्ययः इडागमानुकूलः कृत् प्रत्ययः वलादिः आवशादिः चेत् अयं प्रत्ययः इडागमानुकूलाः धातुः यः कोऽपि भवतु नाम प्रत्ययः इडागमानुकूलः अस्ति चेत् इडागमस्य प्रसक्तिः अस्ति एव तदा एकाच् उपदेशेनोदात्तात् इति सूत्रं धातोः वर्णनं करोति अनेन सूत्रेण वलाद्यार्धधातुकप्रत्ययानुगुणम् इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच् अनुदात्तः तत्र इडागमो निषिध्यते पुनः तत्र लिखितं तदेव लिखितं पुनः यदि वदतु वदतु भवती एव वदतु भगिनि अहम् अत्र अस्तु अस्तु चिन्ता मास्तु सो आर्धधातुक सेल् सेड् वलादेः नेड् वशीकृति इति ये सूत्रद्वयं तस्य आधारेण प्रत्ययस्य विषये एव अत्र प्रत्ययः विषयः एव नेड् वशीकृति इति सूत्रे अपि प्रत्ययविषयः एव सो यः वलादि आर्धधातुकस्य इडागमः भवति सः यदि तिङ्प्रत्ययः अर्धधातुकसंज्ञकः इत्युक्ते मूले तु तिङ्प्रत्ययः सार्वधातुकसंज्ञकः परन्तु यदि लिट् लकारे अपि च विधि आशीर्लिङ्ग्लकारे तिङ्प्रत्ययः अर्धधातुकसंज्ञकः यदि ते अर्धधातु तिङ्प्रत्ययः वलादि अपि अस्ति तदा इडागमः ते इडानुकूलः भवन्ति परन्तु कृत् प्रत्ययेषु तावदेव चिन्तनं पर्याप्तं नास्ति कृत् प्रत्ययेषु सः वलादि तु अस्ति परन्तु यदि सः वशादि अपि अस्ति तत्र निषेधः सो कृत् प्रत्ययः इडानुकूलता कदा भवति यदि सः कृत् प्रत्ययः वलादि अस्ति अपि च अवशादि अस्ति अवशादि अस्ति इत्युक्ते न वशादि अस्ति सो यदि वश् प्रत्याहारे वर्गीयतृतीयवर्गीयचतुर्थवर्गीयपञ्चमवर्णः सो यदि कोऽपि कृत् प्रत्ययेषु वर्गीयप्रथम अथवा नो चेत् द्वितीयवर्णः अस्ति चेत् सः इडनुकूलः भवति इत्यत्र लिखितं सो कृत् प्रत्ययेषु सूत्रद्वयस्य चिन्तनं परन्तु ये तिङ् प्रत्ययः इत्युक्ते अत्र तिङ् किमर्थं लिखितं तिङ् इत्युक्ते तत्र कृत् प्रत्ययस्य संज्ञा अस्ति कृदतिङ् सो ये अतिङ्प्रत्ययाः तेषां कृतसंज्ञा नास्ति अतिङ्प्रत्ययानाम् एव कृतसंज्ञा अतः अत्र नेड्वशी कृति इति सूत्रे कृति इति पदं दत्तं सो कृतिविषये एव निषेधः एतादृशः चिन्तनं कृतिविषये एव करणीयं कोऽपि अन्य आर्धधातुप्रत्ययः अस्ति चेत् तत्र नेड्वशी कृति इति सूत्रस्य चिन्तनं न करणीयम् तथैव यदि कृत् प्रत्ययः वलादि अवशादि परन्तु अनन्तरं तत्र धातुः अपि द्रष्टव्यं सो यदि धातुः उपदिष्टधातुः अस्ति अपि च सः एकाच् अस्ति अनुदात् अस्ति यद्यपि प्रत्ययः इडनुकूलः तथापि तत्र इडागमस्य निषेधः सो धातुः अपि इडनुकूलः भवेत् प्रत्ययः अपि इडनुकूलः भवेत् तदा एव व्याकरणशास्त्रे इडागमः इडागमकार्यं भवति सो यद्यपि इडागमस्य प्रसक्तिः अस्ति कुत्रचित् प्रत्याधारेण निषेधः कुत्रचित् धातु आधारेण निषेधः भवति सो एतत् सर्वम् अस्माभिः इडागमस्य प्रकरणे तत्र एतादृशः चिन्तनं करणीयं सो इडागमस्य विषये किं किं तत्र अस्माभिः स्मर्तव्यं प्रथमे तु आर्धधातुक् सेड्वलादेः इति यः मूल विधिसूत्रमस्ति अनन्तरं निषेधकसूत्रद्वयं कृत्प्रत्यये विषये नेड्वशीकृति अपि च धातुविषये एकाच् उपदेशे अनुदात्तात् इति सूत्रं सो इडागमः प्रकरणे अस्माभिः सामान्यरूपेण एतादृशः त्रीणि सूत्राणाम् अध्ययनम् आवश्यकम् एते सूत्राणां तत्र चिन्तनम् आवश्यकं तदा एव वयं इडागमः कर्तुं शक्यते अस्तु अग्रे एकम् उदाहरणमस्ति चेतना भगिनी अग्रे उदाहरणं पठतु वदतु महोदय महोदय ऊपर्त्यय अस्ति स्यापर्त्यय अस्ति बोथार् मध्ये आधातुप्रत्यय अस्ति तत्र ऊपर्त्यय वरादि नास्ति तत्कारणे ईडागं न भवति ईडागं प्रसक्तिः नास्ति तत्र उपर्त्य आर्धातुक् अस्ति अच्छा तत्परं स्यपर्त्य अस्ति तत् स्यपर्त्य बलादि अस्ति एवं आर्धातुक् अपि अस्ति स्यप्रत्ययस्य तत्र ईडागं प्रसक्तिः अस्ति आम् सो तत्र स्यप्रत्ययः इडानुकूलप्रत्ययः परन्तु तत्र स्य कस्मात् विधीयते तदपि द्रष्टव्यं यदि स क्रू अनन्तरं विधीयते चेत् तत्र इडागमः न भवति क्रू इति धातौ एकाच् अनुदात्तधातुः अतः तत्र स्यप्रत्ययस्य इडागमः न भवति परन्तु तत्र एकाच् अस्ति एकाच् अनुदात् अपि अस्ति सो तत्रैः ऋकारः सः अनुदात् ऋकारः अतः तत्र इडागम अस्तु महोदय इति अग्रे इति उदाहरणे दत्तं चेतना भगिनी अग्रे यः परिच्छेदमस्ति अग्रे यः परिच्छेदं तत्र दत्तं तस्मिन् दत्तम् अस्तु उदाहरणम् अधुना एकवारं समग्रं चिन्तनं क्रियताम् इष्ट्विदां उपरि एकं तत्र एकं परिच्छेदमस्ति उपरि तदपि पठतु भगिनि यथा यथा डुक् धातुः अत्र कृ अधः एक चिह्नमस्ति अनुदात्तचिह्नमस्ति अयं धातुः एकाच् अपि अस्ति अनुदात्तः अपि अस्ति तदा तुमुन् प्रत्ययः तुमुन् आर्धधातुकप्रत्ययः तिङ्गपि नास्ति षित् अपि नास्ति अतः आर्धधातुकप्रत्ययः तिंशत् सार्वधातुकम् आर्धधातुकं शेषः वलादिः अवशादिः अपि अस्ति अतः आर्धधातुकस्य वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति किन्तु दुक्रिम् एकाच् अनुदात्तः अतः एकाच अनुदाते सोरि एकाच उपदेशेऽनुदात्तात् इति सूत्रम् इडागमं निषेधयति तदर्थ कर्तुम् इति रूपं भवति न तु करितुम् अत्र कर्तुम् इति रूपं कथं निष्पद्यते वदतु कर्तुं हलन्त्यम् इति डुक्रिन् मूलधातुः अस्ति अनुबन्धलोपः अनन्तरं कृ अवशिष्यते कृ अनुदात्तस्वरः अस्ति अतः अतः अनित् अस्ति कृ अनित् अस्ति अपि च आर्धधातुकम् अस्ति अतः अपि इदानीं कृयोग कृयोग तुमुन् अस्ति तुमुन् नकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा अपि च लोपः भवति प्राप्नोति अनुनासिकः अतः उपदेशे अजनुनासिक इत्यनेन अनुनासिक उकारस्य इत्संज्ञा भवति तस्य लोपः भवति तुम् अवशिष्यते कृ योग तुम् भवति इदानीं कृ इकः वर्णः इक् वर्णः अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति अर् भवति इदानीं कर् योग तुम् भवति कर्तुम् तुम् इति प्रत्ययः इडानुकूलप्रत्ययः वा न वा तत् कथं द्रष्टव्यम् इदानीं कृ अनुदात्त स्वरः अनुदात्त निषेधः तत्तु सत्यं परन्तु तुमुन् इडानुकूलः न वा इति कथं पश्यामः तुमुन् अवशिष्ट स्वरः तु अस्ति नृत्यविषये स्वरस्य ज्ञानं किमर्थं करणीयम्? स्वरस्य विचारः प्रत्ययस्य विषये किमर्थं करणीयम्? न आवश्यकं तत्र वलादि वा अवशादि वा इत्येव दृष्टम्. वलादि अस्ति परन्तु वश् वश् नास्ति, वश् नास्ति, अतः निषेधः, इडागमः न भवति. न यदि वश् नास्ति, यदि वश् अस्ति तदा एव निषेधः. वशादि अस्ति चेदेव निषेधः. यदि वशादि अवशादि अस्ति चेत् निषेधः नास्ति. प्रथम वर्णः अतः वशी. एकनिमिषः भगिनि, तत्र सोपानेन गच्छामः. प्रथमे तत्र यः प्रत्ययः, यदि प्रत्यय इडागमस्य विचारः अस्माभिः करणीयं तत्र प्रथमे तत्र प्रत्ययः आर्द्रधातुः भवेत्. सो प्रथमचिन्तनमस्ति प्रत्ययः आर्द्रधातुक् वा सार्वधातुक् वा. सो तुमुनिति प्रत्ययः तिंशित् नास्ति, अतः आर्द्रधातुकं शेषः इत्यनेन प्रत्ययः आर्द्रधातुक् प्रत्ययः. आर्द्रधातुक् प्रत्ययस्य एव इडागमः. सो तुमुन् आर्द्रधातुक् प्रत्ययः. इदानीं द्वितीयसोपाने तत्र आदिमवर्णः कः? आदिमवर्णः तकारः. तकारः वलप्रत्याहारे अन्यतमः वर्णः. सो वलादि अपि अस्ति. इदानीं तुमुन् प्रत्ययः कृत्संज्ञकः. कृदतिङ् इत्यनेन तुमुन् प्रत्ययः कृत्संज्ञकः. सो कृत्संज्ञकः अस्ति चेत् एकम् अन्यत् सूत्रस्य विचारः अस्माभिः करणीयम्. यदि तुमुन् अर्धधातुक् अस्ति परन्तु कृत् नास्ति, तत्र चिन्तनं समाप्तम्. तत्र केवलम् आर्द्रधातुक् सेड् वलादेः इति सूत्रम् एव पर्याप्तम्. परन्तु कृत् प्रत्यये विषये एकम् अन्यत् सूत्रमपि अस्ति, नेड्वशीकृति. सो तत्र कृति लिखितं. कृति इत्युक्ते कृत् प्रत्ययेषु, कृत् प्रत्ययविषये कृति इति सप्तमी अन्तम् अस्ति. इदानीं तकारः वश् प्रत्याहारे न अन्तर्भूताः. तकारः वर्गीयप्रथम, वर्गीयद्वितीयः अस्ति चेत् सः अवशादि, अतः तुमुन् प्रत्यये निषेधः नास्ति. अत्र नेड्वशीकृति इति सूत्रस्य प्रसक्तिः नास्ति, अतः अर्धधातुक् सेड् वलादेः इति सूत्रेण अत्र इडागमः भवेत्. परन्तु अत्र निषेधः कस्य आधारेण? इडागमः किमर्थं न भवति? धातु आधारेण. सो अत्र धातु आधारेण निषेधः, न तु प्रत्याधारेण. प्रत्ययः इडानुकूलः, परन्तु धातु आधारेण अत्र निषेधः. किमर्थं चेत् क्रु इति अनुदात् अस्ति, एकाच् अस्ति, अनुदात् अस्ति, अतः क्रु तत्र. सो कोऽपि सेट् धातु अस्ति चेत् तत्र तुमुन् प्रत्ययस्य इडागमः भवति, यथा तत्र पठ् धातुः. तत्र किं भवति? पठ्यः अस्ति, पठ् धातुः अवशिष्टस्वरः उदातः. सो पठ् धातुः सेट् धातुः, क्रु धातुः अनिट् धातुः. सो पठ् धातुः पठितुम् इति भवति, इतुं भवति. तत्र तुमुन् योजयामः चेत् तत्र इडागमः भवति. किमर्थं चेत् तुमुन् प्रत्ययः इडानुकूलप्रत्ययः, पठ अपि इडानुकूलः. सो निषेधः नास्ति, सो तत्र पठितुं भवति इति. तत्र इडागमस्य विषये एतानि त्रीणि सूत्राणि तत्र अस्माभिः तत्र स्मर्तव्यम्. अत्र अत्र उदाहरणं लिखितमस्ति, तत् पठतु भगिनि. महोदय, पठ् धातु अस्ति, तत्र अनुदातु नास्ति, तत् कारणेन इडागमं भवति. तत् कारणेन पठ् धातुः सेट् धातुः, तत्र इडागमः तत्र सामान्यनियमेन तत्र इडागमः प्रत्यस्य इडागमस्य निषेधः नास्ति, इडागमः भवेत्, परन्तु इडागमः तु प्रत्यस्य आगमः। यदि प्रत्ययः तादृश अस्ति यत्र इडागमः भवति, पठदातु आधारेण निषेधः न भवति, भवति तत्र इडागमः भवति तत्र। महोदय, प्रथमं किं ते दृष्टां प्रथमे प्रत्ययविषये अन्यथा धातुविषये चिन्तनं करोमि? धातुविषये एव चिन्तनं करणीयं, तत्र एकमेव सूत्रमस्ति, तत्र सुलभं भवति। धातुविषये तु एकमेव सूत्रम्, एकाच उपदेश अनुदातात्। प्रत्ययानां विषये तु अस्माभिः तत्र सम्यक् ज्ञानम् अस्ति, कृत्वा तिङ्वा इति तत्र द्रष्टव्यम्। अस्तु, आम् चेतना भगिनी अग्रे पठतु उदाहरणम्। इश्विदा इति धातुः, इमं धातुः दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्येत, अपि च कथं निरनुबन्धधातुः साध्येत। निश्विदा अनुदात्तस्वरस्य आकारस्य इत्संज्ञा, अतः धातुः अनुदात्ते, अतः अनुदात्तनित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी। अत्र अनुनासिक उपदेशे अनुनासिक इत्यनेन अनुनासिक आकारस्य संज्ञा अपि च तस्य लोपः भवति। तत्स्वरः अनुदात् अपि अस्ति, अतः अनुदातेत् अस्ति, अनुदातनित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी संज्ञा प्राप्नोति। निश्विदा आतिर्निटुद्धवः इत्यनेन ई इत्यस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च। श्वित् अवशिष्यते, अवशिष्टे धातौ प्रथमवर्णः इकारः किल, न अत्र अस्माकं भ्रान्तिः न भवेत्। विन्यासः तथा भाति, किन्तु सा च केवलं लेखनस्य शैली। वस्तुतः आदिवर्णः षकारः, तर्हि धात्वादेः शहसः इत्यनेन षकारस्य स्थाने सकारः। सो अनुबन्धलोपः अनन्तरं श्विद् अवशिष्यते, धात्वादेः शहसः इत्यनेन स्विद् भवति इति निरनुबन्धधातुः। स्विद् इति धातौ अवशिष्टस्वरः इकारः, स च इकारः उदात्त, यतो हि मूलधातौ तस्मिन् इकारे किमपि चिह्नं नास्ति। अयं धातुः एकाच् अपि अस्ति, एकाच उपदेशे नुदात्तात् इत्यनेन इडागमस्य निषेधः नास्ति, अतः अयं धातुः सेत्। अत्र सोपानानि दत्तानि अस्माभिः, यदा वयम् अभ्यासं कुर्मः चेत् अनेन सोपानानि एव गच्छामः। सो धातुविषये प्रथमे धातुः किं पदी इति अस्माभिः निर्णेतव्यं, सो धातुः आत्मनेपदी वा परस्मैपदी वा इति तत्र द्रष्टव्यम्। अनन्तरं तत्र यदि कोऽपि प्राकृतिककार्यं सम्भवति चेत् तदपि करणीयं। सो धातुविज्ञानं द्वितीया इति करपत्रे वयं तत्र चत्वारि सूत्राणि तत्र पठितं, धातुवादेशः सः नो नः, अपि च इदितोनुं धातोः, अपि च तत्र चतुर्थसूत्रं किम् अस्ति, दीर्घ आदेशः यत्र भवति, सो यदि तत्र सूत्रं किम् उपधायां च उपधायां च उपधायाः च इति सूत्रम् अस्ति. सो यदि धातौ तत्र कोऽपि प्राकृतिककार्यं सम्भवति चेत् तत् तदपि करणीयं. सो लौकिकरूपनिर्माणार्थं तत्र न केवलम् वर्णानाम् इत्संज्ञा अपि च तत्र प्राकृतिककार्याणि विषये अपि चिन्तनीयं. सो यदि कोऽपि प्राकृतिक यथा अत्र एकं प्राकृतिककार्यं धातुवादेशः सः इति सूत्रेण शकारस्य सकारादेशः. सो तदा एव वयं लौकिकरूपं सो इदानीम् अस्माकं सविधे यद् ददातुः सः सेट् वा अनिट् वा किं पदी वा कीदृशप्रत्ययः अत्र योजयितुं शक्नुमः इति सर्वं ज्ञानम् अस्ति चेत् अग्रे तत्र प्रत्यययोजनं सुलभतया भवति. सो इति तत्र धातुविषये अस्य आधारेण एव चिन्तनं करणीयम्. अग्रे अपि पठतु भगिनि. महोदय, संज्ञाविषये एकः प्रश्नः अस्ति. वदतु. ईस्विधाम् अस्ति अत्र. ईस्विधां पूर्वम् उपदेशे जनु नासिकसूत्रेण ईत्सङ्गं करोमि, अन्यथा आदिपूर्वसूत्रेण ईत्सङ्गं करोमि. तत्र वर्णानाम् इत्संज्ञा तत्र किमपि तत्र सोपानं नास्ति. प्रथमे उपदेशे अजनुनासिक् इत्यनेन अनन्तरम् आदिर्णीटुडुवः तत्र कोऽपि चिन्तनं नास्ति. परन्तु तत्र यस्य वर्णस्य इत्संज्ञा सम्भवति तत् सूत्रम् अवश्यं तत्र अस्माभिः लेखनीयम्. सो प्रथमे अनेन सूत्रेण कुर्मः वा अनन्तरम् उपदेशे अजनुनासिक् इति सूत्रेण कुर्मः वा तद् आवश्यकं नास्ति. तस्य तत्र कोऽपि भिन्नप्रयोजनं परं सूत्रं तु आदिपूर्णम् अस्ति. पूर्वं सूत्रोपदेशे जननासिकित् अस्ति. कोऽपि तत्र प्रथमे उपदेशे अजनुनासिक् इत्यनेन करोति चेत् तदपि सम्यक्. आदिर्निटुडुः अग्रे करोति तदपि सम्यक्. तस्य कृते कोऽपि प्रयोजनं नास्ति. अग्रे प्रत्ययविषये स भवति तत्र मत तस्य लोपसूत्रेण परं मत तत्र कार्यं करोमि. अग्रे पठतु भगिनि. अवधेयम् अयं धातुः उदात्तः किन्तु उदात्तेत् न. तत्त्वभेदः अवगन्तव्यः. इष्विदा इति धातुः उदात्तः परन्तु अनुदात्तेत्. उदात्तः इति कारणेन धातुः सेत्, अनुदात्तेत् इति कारणेन धातुः आत्मनेपदि. अनुदात् नो चेत् अनुदात्तेत्. So we should be very clear in our mind when we say anudatet. So atra anudat it. So tat anubandh varnasi vishaye. Parantu yada vayam kevalam vada maha datuhu udat. So tatra yaha avshisht swaraha saha udat. Iti tatra asma bihi tatra spashtuta manasi bhavet. So yada vayam kopi prapadasya tatra vada maha. अस्माकं मनसि तत्र सः स्पष्टता भवेत्. सो अनुदात्तेत् नो चेत् उदात्तेत् नो चेत् स्वरितेत् इति वदामः चेत् सः तु यः इत्संज्ञकवर्णः तस्य विषये. केवलम् उदात् वदामः चेत् सः तु अवशिष्टस्वरस्य विषये. सो अवशिष्टस्वरस्य आधारेण इड् व्यवस्था, इत्संज्ञकस्वरस्य आधारेण पदव्यवस्था इति व्याकरणे तत्र चिन्तनम् अस्ति. अग्रे अपि पठतु. अग्रे गत्वा अस्य स्विद् धातोः प्रयोगं कृत्वा यत्किमपि रूपं अपेक्षितं तिङन्तं स्यात् वा कृदन्तं स्यात् प्रक्रियायां स्वित् इत्यस्य प्रयोगः करणीयः. स्वित् इति निरनुबन्धधातुः प्रक्रियार्थं सिद्धिः. प्रक्रियार्थं सिद्धः धातुः सिद्धः. सो धातुः सो यदा इदानीं तत्र विवक्षानुसारेण अपेक्षितं यत् मम इच्छा अस्ति, यद् मम अपेक्षा अस्ति, यद् मम इच्छा अस्ति, अत्र स्विद् अनन्तरं कृत् योजयामः, नो चेत् लट् योजयामः. सो एतत् धातुः इदानीं तत्र स्विदेव तत्र अस्माभिः योजनीयं, न तु श्विद् योजनीयं. सो तत्र प्रक्रियार्थं स्विदेव रूपम् अस्माभिः, तदेव सिद्धरूपम् अस्ति. सिद्धरूपम् अस्ति इत्युक्ते प्रक्रियार्थम् एतत् धातुः इदानीं सिद्धः. किमर्थं चेत् प्राकृतिककार्यमपि कृतम्, अनुबन्धनं निष्कासनमपि कृतं, सो धातुविचारः अपि कृतं. सेट् वा अनेट् वा, आत्मनेपदी प्रत्ययः योजनीयं वा, परस्मैपदी प्रत्ययः योजनीयं वा, इति सर्वं तत्र अस्माभिः विचारः पूर्वे एव कृतम्. सो अनन्तरं तत्र लट् लकारस्य विवक्षायाम् एतद् धातुः आत्मनेपदी अस्ति. सो एकवचनस्य विवक्षायां मया किं करणीयम्? अत्र मया अत्र तिप् न योजनीयम्, अत्र त एव योजनीयम्. किमर्थं चेत् धातुः तत्र कर्तरिप्रयोगे आत्मनेपदी प्रत्ययः स्वीकरोति, न तु परस्मैपदी प्रत्ययः. सो एतत् सर्वं विचारः धातुविषये आवश्यकम्, तदा एव वयं प्रक्रिया कर्तुं शक्नुमः. वी केन् पदनिर्माणार्थं यत् प्रक्रिया करणीयं तद् सिद्धरूपे एव करणीयं, न तु मूलरूपे. इदानीं तत्र एकम् अभ्यासः अस्ति. मञ्जरी भगिनी एतत् पठति वा भगिनी अभ्यासविषये? धातूनां प्रवृत्तिः अजन्तधातवः आधिक्येन अनिटः, किन्तु तत्र सर्वे उकारान्ताः रुकारान्ताः च सेटः. हलन्तधातवः आधिक्येन सेटः. हलन्तधातुषु 103 धातवः अनिटः. अत्र लिखितम् अजन्तधातवः, अजन्तधातवः आधिक्येन अनिट्, परन्तु दीर्घरुकारात् अत्र दीर्घरुकारः अस्ति, न तु ह्रस्वरुकारः. दीर्घरुकारः अपि च दीर्घ ऊकारः. सो फार् अवर् मेमरैजेशन् एव्री टैम् वी केनाट् रेफर् टु द स्वराङ्कितधातुपाठः न. सो फार् अवर् मेमरैजेशन् वट् वी शुड् रिमेम्बर् इस् देट् अजन्तदातवः यथा भू नि भूतो भू अनिट् नास्ति, भू सेट् अस्ति. सो अजन्त इति लिखितम् आधिक्येन. सर्वे सर्वे अजन्तदातवः अनिट् इति न लिखितं. किं लिखितं? मोस्ट् आफ् द मोस्ट् आफ् द अजन्तदातुः आधिक्येन अनिट्. सो नि अस्ति, जी अस्ति. सो ये अजन्तदातवः ते आधिक्येन अनिट्, किन्तु सर्वे अत्र सर्वे इति लिखितं. सर्वे ये दीर्घूकारान्त् यथा भू दीर्घूकारान्त् धातुः. सो भू सर्वे ऊकारान्त्, सर्वे रूकारान्त्, दीर्घरूकारान्त् तृ इति धातुः, तृ इति धातुः, ते सेट् धातवः. See, we can check this from the checking the swar the swarankita dhatu paath, but this is for our easy memorization. Then what is written? Halanta dhatuvah adhiken set. So path, likh, vad, te sarve halanta dhatuvah, ye halanta dhatuvah adhiken set eva. Parantu atrapi आधिक्येन लिखितम्, अतः अत्रापि केचन धातवः, केचन हलन्तदातवः अनिट् अपि भवन्ति. वन् जीरो थ्री धातवः हलन्तधातुषु तत्र प्रायशः सि धातुपाठे बहूनि हलन्तधातवः अजन्तधातवः न्यूनानि परन्तु हलन्तधातवः बहूनि सन्ति तेषु 103 धातवः एव अनिट् अन्य सर्वे हलन्तधातवः सेट् एव सो इति दिस् इस् जस्ट् फार् ईज़ि मेमरैज़ेशन् अभ्यासविषये अपि पठतु भगिनि आचार्य ईश्विदा इति धातुः उदात्तः परन्तु अनुदात्तित् इति विषये उदात्तः अवशिष्टधातुः उदात्तः परन्तु अनुबन्धनिष्कासनपूर्वम् इति अनुदात्तित् इति सम्यक् वा इत्युक्ते अनुबन्धनिष्कासनं पूर्वं यदा वयम् अनुदात्तेत् वदामः तदेव तत्र एव मया मनसि आयाति अत्र यः स्वरसि इति संज्ञा सः अनुदात् स्वरसि इति संज्ञा सो व्यनैस्य धातु अनुदात्तेत् तस्य कः अर्थः अनुदात् स्वरसि इति सो अत्र अनुबन्धस्वरः अनुदात् अतः स्विद् धातुः अनुदात्तेत् परन्तु स्विद् धातुः अत्र इकारः किम् अस्ति अत्र इकारः अनुदात् नास्ति अवशिष्टस्वरः ह्रस्व इकारः अनुदात् नास्ति उदात् अस्ति कोऽपि चिह्नमेव नास्ति अत्र अधोभागे इकारस्य अधोभागे कोऽपि चिह्नं नास्ति उपरि दण्डं नास्ति अतः इकारः किम् अस्ति उदात् इकारः उदात् इकारः अस्ति चेत् इडागमस्य निषेधः नास्ति अवशिष्टस्वरः उदात्तः परन्तु अनुबन्धस्वरः अनुदात्तः सो धातुः उदात् परन्तु अनुदात्तेत् अनुदात्तेत् अस्ति चेत् अनुदात्तनित आत्मनेपदम् इत्यनेन आत्मनेपदी भवति परन्तु उदात् अस्ति अतः धातुः अत्र इडागमस्य निषेधः नास्ति इडागमः यद् अत्र यः प्रत्ययः इडानुकूलप्रत्ययः अस्ति धातु आधारेण अत्र निषेधः नास्ति सो अत्र इडागमः भवति तथा अनुदात्तेत् इति पदव्यवस्था सत्यम् अनुदात्तेत् स्वरितेत् उदात्तेत् इति पदव्यवस्था विषये परन्तु उदात् अनुदात् स्वरित् इति इडिव्यवस्था विषये अवगतम् महोदय अत्र लिखितमस्ति हलन्त धातुषु 103 धात्वा अनिट् अस्ति तत् अर्थम् अत्र अस्ति किमपि कि एकाच् अनुदात् धात्वा 103 अनुदात् नास्ति वा तत्र एकाच् नास्ति तत्काले 103 धात्वा नै एकाच् अस्ति अन्यथा फलं धात्व एकाच् अस्ति अन्यथा अनुदात् अस्ति तत् कारणे 103 धात्व अनित् अस्ति आं महोदय आम् एकनिमिषः अभ्यासः पठामि न न भगिनि ऐ हाव् टु गो ऐ हाव् टु ड्राप् मै सन् एट् अत्र स्थगामः समयः अपि अभवत् अस्तु अत्र स्थगामः शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमदः पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओं श्रीगुरुभ्यो नमः हरि ओं सत्सत् नमस्कारः धन्यवादः नमस्कारः धन्यवादः महोदय